पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 28 महादेव उवाच अत्राप्युदाहरन्धीममितिहासं पुरातनं पुराणं परमं पुण्यं सर्वपापहरं शुभम् कुमारेण च लोकानां नमस्कृत्य पितामहम् प्रोक्तं चेदं ममाख्यानं देवर्षे ब्रह्मसूनुना सनत्कुमार उवाच गदोऽहं धर्मराजानं द्रष्टुं सम्पूजितो मुदा श्रुतिभिः परया भक्त्या तेनोक्तोऽस्मि सुखासने मया तत्रोपविष्टेन दृष्टं किञ्चिन्महाद्भुतं काञ्चनेन विमानेन वैडूर्यकृतवेदिना मणिमुक्तविचित्रेण किङ्किणी जालशोभिना आगतं पुरुषं तत्र आसनाद्देवसत्तम ससम्भ्रमं समुद्धाय दृष्ट्वा धर्मस्वयं विभुः गृहीत्वा दक्षिणे पाणौ पूजितोऽर्केण वै ततः शिरस्याख्राय देवेश पुरस्ताप्य ततः परं पूजयित्वा तु तं धर्म इदं वाक्यमुवाचः सुस्वागतं धर्मदर्शिन् प्रीतोऽस्मि दर्शनात्तव समीपे मम तिष्ठत्स्व किञ्चिज्ञानं वदस्व मे पुनर्यास्यसि तत्स्थानं यत्र ब्रह्मा व्यवस्थितः इत्युक्ते च ततश्चान्यो विमानवरमास्थितः आगतपुरुषो देवो यत्र तिष्ठति धर्मराड् सपूजितो विमानस्तप्रश्रया वनतेन च सामपूर्वं तथोक्त्वादु यथा पूर्वं नरस्वयं किमनेन कृतं कर्म यस्य तुष्टो भवान् भृशम् अत्र मे कौतुकं जातं कृता हि स्वयमेव तु यतस्य भवता पूजा सविस्मयमनन्तरम् तथैवास्य कृता पूजा द्वितीयस्य नरस्य तु मेनेहं शुभकर्माणौ विमानं वरसत्तमौ यस्त्वमाभ्यां स्वयं पूजां कुरुषे धर्मकारणाद् ब्रह्मा विष्णु शिवाद्यैस्तु पूज्यसे त्वं सदा निश्यम् यस्येदृक्परमं पुण्यं किमेतौ कर्मचक्रतुः कथ्यतां मम सर्वज्ञफलं दिव्यमवापदुः तच्छ्रुत्वा सदु मां प्राह शृणु कर्मानयो कृतं यत्कृत्वार्हमिहायातौ तच्छृणुष्व महामते धर्म उवाच वैदिशं नाम नगरं पृथिव्यामस्ति विश्रुतं तत्राभूत् पृथिवीपालो धरापाल इति श्रुतः कस्मिन् काले पुरा देवी शशापस्वगणं कृधा मदृतेन परा नारी भर्तोर्यन्मे निवेशिता तस्माद्वादशवर्षाणि जम्बुकस्त्वं भविष्यसि इत्युक्तः स च बभ्राम जम्बुको मेदिनीतलं वेदसि वेत्रवत्योऽस्तु सङ्गमे लोकविश्रुते शापान्तो भविता पुत्र इत्युक्तं गिरिकन्यया तत्र चानशनं कृत्वा क्षेत्रे प्राणांस्तदोत्यजद दिव्यरूपः वपुर्भूत्वा जगाम विष्णुसन्निधौ तत्राश्चर्यं महादृष्ट्वा धरापालो महीपतिः विष्णो रायतनं कृत्वा क्षेत्रे प्राणंस्ततो त्यजद दिव्यरूपवपुर्भूत्वा स्थापयामास तं प्रभुं तस्मिन् पुरे नरान् सर्वा सन्नियोज्यास्य वीक्षणे शुभमायतनं विष्णोस्तस्मिन् ग्रामे सदा जनैः पूर्णं तु ब्राह्मणादीनां पूजयित्वा कदम्बकम् इतिहासपुराणज्ञं वाचकं तु विशेषतः पूजयित्वा द्विजश्रेष्ठं विद्याश्रेष्ठं महामतिः पुस्तकं चापि सम्पूज्य गन्धपुष्पादिभिक्रमाद तदस्तमाह राजासौ वाचकं विनयान्विदः ये ददायतनं विष्णो कारितं च तवाग्रदः चादुर्वर्ण्यमिदं चापि श्रोतुकामं कदम्बकं तिष्ठतीह द्विजश्रेष्ठकुरुपुस्तकवाचनं यावत्संवत्सरं विप्रगृह्यवृत्तिं त्वनुत्तमां स्वर्णनिष्कषदं चात्र ततो दास्ये तथा परं पूर्णे वर्षे द्विजश्रेष्ठ श्रेयोध महमात्मनः एवं प्रवर्तितं तत्र पुण्यं पुस्तकवाचनं वर्षसङ्गतमात्रे दु तथा च मुनिसत्तम अधायुषः क्षयाचायं कालधर्ममुपेयिवान् मया चास्य विमानं हि विष्णुना प्रेरितं दिवः इत्येषा कर्मणां व्युष्टिः पुण्यमाख्यानसंज्ञकं श्रुतं पात्मं महत्पुण्यं पवित्रं पापनाशनम् गन्धपुष्पोपहारैस्तु न तुष्टिर्जायते तथा देवानामिह सर्वेषां पुराणश्रवणाद्यथा स्वर्णरत्नादिवस्तूनां वस्त्राणां चापि कृष्णशः ग्रामाणां नगराणां च दानात्तुष्टिर्भवेन्न हि यथा स्याद्धर्मश्रवणात् प्रीतिः सर्वदिवौकसाम् इतिहासपुराणानां श्रवणे मुनिसत्तम तथा स्यान्मे महाप्रीतिः साध्ये सर्वार्थकामिके कन्यादाने महाप्रीतिर्मम स्यान्मुनिसत्तम न तथा रोचते सा च यथा पुस्तकवाचनात् अथ किं बहुनोक्तेन नान्यत्प्रीतिकरं मम पुण्याख्यानमृते विप्रगुह्यमेतत्प्रकीर्तितं यश्चायमपरो विप्र इहायादो नरोत्तमः सङ्गत्यानुगतच्छायं धर्मश्रवणमुत्तमं श्रुत्वा भक्तिरभूदस्य श्रद्धया परमात्मनः कृत्वा प्रदक्षिणं तस्य वाचकस्य महात्मनः एष विप्रो मुनिश्रेष्ठददौ स्वर्णस्य माशकं नान्यदानं कदाचक्रे लोभाविष्टेन चेतसा पात्रदानाद्फलप्राप्तिस्त्वस्य जातानसंशयः इत्येतत्कथितं कर्म आभ्यां चैव महामुने महादेव उवाच एतत्पुण्यस्य माहात्म्यं ये शृण्वन्ति मनीषिणः न तेषां दुर्गति कच्चिज्जन्मजन्मनि जायते इति श्रीपात्मे महापुराणे उत्तरखण्डे उमापदिनारदसंवादे शास्त्रव्याख्यामहिमानामाष्टाविंशोऽध्यायः ॐ